पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 55 व्यास उवाच एतां श्रुत्वा कथां रम्यां लवस्य बलिनो मुनिः संशयानः पर्यपृच्छन्नागं दशशताननम् श्रीवात्स्यायन उवाच त्वयोक्तं तु पुरा रामसीतामेकाकिनीं वने रचकस्य दुरुक्त्यासौ तत्याज महिलोलुभः जानक्यां क्व सुतौ जादौ क्व धनुर्धरदां गदौ कथं च शिक्षिदा विद्या यो राम हयमाहरद व्यास उवाच इति श्रुत्वा मुनेर्वाक्यं शेषो नागो महामतिः प्रशस्य विप्रं जगदे रामचारित्रमद्भुतं शेष उवाच रामो राज्यमयोध्यायां भ्रातृभिः सहितोऽकरोद धर्मेण पालयन् सर्वं क्षितिखण्डं स्वया स्त्रिया सीता दधार तद्वीर्यं मासा पञ्चाभवंस्तदा अत्यन्तं शुशुभे देवी त्रयीव पुरुषं धरा कदाचित्समये रामः पप्रच्छ च विदेहजा कीदृशो दोहद साध्वी मया दे साध्यदे हि सः रहस्येव दुसा पृष्ठा त्रपमाणा पदिं सती लज्जा गद्गद वाग्रामं निजगाद वचो मृदं सीतोवाच त्वत्कृपादो मया सर्वं भुक्तं भोक्ष्यामि शोभनं न कश्चिन्मानसे कान्तविषयो ह्यतिरिच्यते यस्या भवादृशस्वामी देवः संस्थुतः सत्पदः तस्या सर्वं वरीवर्ति न किञ्चिदवशिष्यते त्वमाग्रहात् पृच्छसि मां दोहदं मनसि स्थितं ब्रवीमि पुरतः सत्यं तव स्वामिन्मनोहर चिरं जातं मया सत्यो लोपा मुद्रादिका स्त्रियः दृष्ट्वा स्वामिन्मनो द्रष्टुं ता उत्सुकदिसुन्दरीः राज्यं प्राप्ता त्वया सार्धमनेकसुखमास्थिता कृतघ्नासं कदापीह ता नमस्कर्तुमानसा तत्र गत्वा तपकोशान्वस्त्राध्यै परिपूजये रत्नानि चैव भास्वन्तिभूषा अपि समर्पये यथा मे तोषिता सत्यो ददत्याशीर्मनोहराः यश मे दोहदकान्द परिपूरय मानसः युद्धमाकर्ण्यवचनं सीताया सुमनोहरं जगाद परमप्रीदो रामचन्द्रप्रियां प्रति धन्यासि जानकी प्रादर्गमिष्यसि तपोधनाः प्रेक्ष्यतास्तु कृतार्था त्वमागमिष्यसि मेन्दिकम् इति रामवच श्रुत्वा परमां प्रीतिमापसा प्रादर्मम भवत्यर्था तापसीनां समीक्षणं अथ तन्निशिरामेण चाराकीर्तिं निजां श्रुतां प्रेक्षितुं प्रेक्षितास्तेदु निषीधे ह्यगमनञ्छनैः ते प्रत्यहं रामकथा शृण्वं तः सुमनोहरः तद्दिने गदवं तस्तु धनाढ्यस्य गृहं महद दीपं वीक्ष्य प्रज्वलन्तं वचनं वीक्ष्यमानुषम् स्थितास्तत्र क्षणं चारासमशृण्वन्यशोभृशं तत्र काञ्चनवामाक्षी बालकं प्रतिहर्षिता स्तनं दयं तं निजगौ वाक्यं तु सुमनोहरं पिब पुत्रयथेष्ठं त्वं स्तन्यं मम मनोहरं पश्चात्तव सुदुष्प्रापं भविष्यदि ममात्मजा एतत्पुर्याः पदीरामो नीलोल्पलदलप्रभः तत्पुरीस्तज्जनानां तु न भविष्यदि वै जनुः जन्माभावात् कथं पानं स्तन्यस्य भुवि जायते तस्मात् पिब मुहुस्तन्यं दुर्लभं हृदि मन्य च ये श्रीरामं स्मरिष्यन्ति ध्यायन्ति च वदन्ति ये तेषामपि पयःपानं न भविष्यति जादुचित इत्यादिवाक्यं संश्रुत्य श्रीराम यशसोऽमृतं हर्षिताः प्रययुर्गेहमन्यद्भाग्यवदो महद तावदन्यश्चरस्तत्र मनोरममिदं गृहम् मत्वा तिष्ठन् हि रामस्य क्षणं शुश्रूषया यशः तत्र काचिन्निजं कान्दं पर्यं कोपरि सुस्थितं ताम्बूलं चर्वदी दत्तं भर्ता स्नेहेन सुन्दरी कङ्कणस्वरशोभाढ्या कर्पूरा गरुधूपिता कान्तं वीक्ष्य चलन्नेत्रा कामरूपमवोचत नाथत्वं तादृशो मह्यं भासि यादृग्रहोः पतिः अत्यन्तं सुन्दरतरं वपुर्बिभ्रत्सुकोमलं पद्मप्रादं नेत्रयुग्मं वक्षो मोहनविस्तृतं भुजौ च सां गधौ बिभ्रत्साक्षाद्राम इवासि मे इति वाक्यं समाकर्ण्य कान्तायाः सुमनोहरम् उवाच नेत्रयोः प्रान्तं नर्तयन् कामसुन्दरः शृणु कान्दे त्वया प्रोक्तं साध्व्यादु सुमनोहरं पतिव्रतानां तद्योग्यं स्वकान्दो राम एव हि परं क्वाहं मन्दभाग्यक्व रामो भाग्यवान् महान् क्व चाहं कीडवत्तुच्छ क्व ब्रह्मादि सुरार्चितः खद्योदक्व नभोरत्नं शलभः क्व नु पामरः गजारिक्व मृगेन्द्रोऽसौ शशखः क्व नु मन्दधीः क्व जसा जाह्नवी देवी क्व रध्या जलमुत्पथं क्व मेरुसुरसंवासः क्व गुञ्जा पुञ्जकोल्पकः तथाहं क्व क्व रामोऽसौ यत्पादरजसाङ्गना शिलीभूताक्षणाज्जादा ब्रह्म मोहनरूपदृक इति वाक्यं प्रब्रुवाणं परिरेभे निजं पदिं जादकामा हृदप्रेम्णा नर्तिदभ्रू धनुर्धरा इत्यादिवाक्यं संश्रुत्य गदश्चान्यनिवेशनम् तावदन्यश्चरो वाक्यं शुश्राव यशसान्वितं काचित् पुष्पमयीं शय्यां चन्दनं सह चन्द्रकं सर्वं विधाय कामार्थं जगादवचनं पदिं पदे कुरुष्व भोगार्थे शयनं पुष्पमञ्चके चन्दनादिकलेपं च तथा भोगमनेकथा त्वादृशा एव भोगार्हा न च रामपराङ्मुखाः सर्वं राम कृपाप्राप्तमुपभुङ्क्ष्व यथा तथं मत्सदृशी कामिनीते चन्दनं तापहारकं पर्यङ्कपुष्परचितः सर्वं राम कृपाभवम् ये रामं न भजिष्यन्ति ते नरा जठरं स्वयं न भर्तुं शक्नुवन्त्येव वस्त्रभोगादिवर्जिताः यदि ब्रुवन्तीं महिलां हर्षितः पदिरब्रवीद सर्वं तद्भ्यं ब्रवीषित्वं मम राम कृपाभवम् इत्येवं रामभद्रस्य यशश्रुत्वा कथश्चरः तावदन्यस्य वेश्मस्तच्चरोऽन्यशुश्रुवे वचः काचित् कान्तेन पर्यङ्गे वीणा वादनतत्परा कान्तेन राम सत्कीर्तिं गायमाना पदिं जगौ स्वामिन्वयं धन्यतमा येषां पुर्याः पदिः प्रभुः श्रीरामस्वप्रजापुत्रानिव पादि च रक्षकः यो महत् कर्म दुःसाध्यं कृतवान् सुलभं न तद् समुद्रं यो निजग्राहसेतुं तत्र बबन्ध च रावणं यो रिपुं हत्वा लङ्कां सम्भज्य वानरैः जानकी मा जहारात्र महदाचारमाचरद इति प्रोक्तं समाकर्ण्य वचत् सुमधुराक्षरं पदिस्मितं चकारे मां वाक्यं पुनरधाब्रवीद मुग्धेनेदं महत्कर्म रामचन्द्रस्य भामिनी दशाननवधादीनि समुद्रदमनानि च लीलयायो वनिं प्राप्तो ब्रह्मादिप्रार्थितो महान् करोति सच्चरित्राणि महापापकराणि च मा जानीहि नरं रामं कौसल्यानन्ददायकम् सृजत्यवधि हन्त्ये दद्विश्वं लीलात्तमानुषः धन्या वयं ये रामस्य पश्यामो मुखपङ्कजं ब्रह्मादि सुरदुर्दर्शं महत्पुण्यकृतो वयम् अशृणोद्रामचन्द्रस्य चरितं श्रुतिसौख्यदम् इत्यादिवाक्यं शुश्राव चारोद्वारिस्थितो मुहुः अन्यो ह्यन्यं गृहं गत्वा तस्थौ श्रोतुं हरेर्यशः तत्रापि रामभद्रस्य यशशुश्रावशोभनं केलन्दी स्वामिना सार्धं द्युतेन सुमनोहरा उवाच वाक्यं मधुरम् नर्तयं दीव कङ्कणे जिदं मया कान्तजवेन सर्वं करिष्यसि त्वं किमु हारिमानसः इत्यादिवाक्यं परिहासपूर्वकं कृत्वा स्वकान्तं परिषस्वजे मुदा उवाच कान्तश्चर्वङ्गिजिदमेव सुशोभने रामं मे स्मरतो नित्यम् न कुत्रापि पराजयः इदानीं त्वां तु जेष्यामि रामं स्मृत्वा मनोहरं देवा यथा पुरा स्मृत्वा दिदिजानजयन् क्षणाद एवमुक्त्वा पाशकानां परिवर्तनमाकरोद तावज्जयं प्रभेदेऽसौ हर्षितो वाक्यमब्रवीद मम प्रोक्तमृदं जातं जिदा त्वं नवयौवना रामस्मारी कदाप्येव न भवेद्रिपुत्रो भयी इत्येवं तौ वदं तौ च परस्परमधोत्सुकौ परिरभ्य दृढं प्रेम्णा त ततश्चारो गतो गृहम् एवं पञ्चमहाचारा राज्ञः संश्रुत्य वैयशः परस्परं प्रशंसन्तो गेहं स्वं स्वं ययुर्मुदा एकषष्ठश्चरः कारु गेहानालोक्य तत्र जगामश्रोतुकामोऽसौ यशो राज्ञो महीपते रजख क्रोधः संस्पृष्टो भार्या मन्य गृहोषिता पदा सन्ताडयामास दिक्कुर्वन् चोणनेत्रवान् गच्छ त्वं मद्गृहात्तस्य गेहं यत्रोषितादिनं नाकं गृह्णामि भवतीं दुष्टां वचनलङ्घिनीं तदास्य मादा प्रोवाच मात्यजैनां गृहागताम् अपराधेन रहितां दुष्टकर्म विवर्जिताम् मातरं प्रत्युवाचाध रचकक्रोधसंयुधः नाकं राम इव प्रेष्ठां गृह्णाम्यन्यगृहोषितां स राजा यत्करोत्येव तत्सर्वं नीतिमद्भवेद् अहं गृह्णामि नो भार्यां परवेश्मनि संस्थितां पुनः पुनरुवाचेदं नाहं रामो महीश्वरः यः परस्य गृहे संस्थां जानकीं वै ररक्षसः इति वाक्यं समाश्रुत्य चारक्रोधपरिप्लुतः खड्गं गृहीत्वा स्वकरे तं हन्तुं विदधे मनः सरामोक्तं च सस्मार न वध्य कोऽपि मे जनः इति ज्ञात्वा सरोषं तु संजहार महामनाः तदा श्रुत्वा सुदुःखार्थ पञ्चचारा यतस्थिताः ततो गतप्रकुम्पितो निःश्वसन् मुहुरुच्छ्वसन् ते वै परस्परं तत्र मिलितास्तु समब्रुवन् स्वश्रुतं रामचरितं सर्वलोकैकपूजितं ते तद्भाषितमाकर्ण्य परस्परममं त्रयन् न वाच्यं रघुनाथाय वाच्यं दुष्टजनोदितम् इति सम्मन्त्र्यते गेहं गत्वा सुषुपुरुत्सुकाः प्रादाराज्ञे प्रशंसाम इति बुद्ध्या व्यवस्थिताः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे चारनिरीक्षणं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॐ